प्रभुम विष्णुगुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अनुमानं तत्र व्यतिरेकव्याप्ति अनुसृत्य तत्र अनुमानं कथं भवति इति अस्माकं मुख्यविषयः अत्र यतोहि तस्य आधारेण वयं तत्र विभागः अपि तत्र अतिरिक्तगुणः संयोगनाशकः इति तत्र साधयितुम् इच्छामः अतः तस्य साधनार्थम् एतत् सर्वम् आवश्यकम् इति कृत्वा एतस्य तत्र अध्ययनं प्रवर्तते अस्तु तत्र व्यतिरेकव्याप्तिः कुत्र भवति इत्युक्ते तत्र वयं जानीमः व्याप्तिः अनुमिति इति ज्ञाने तत्र अनुमितिवाक्यं यत्र अस्ति तत्र पक्षः हेतुः साध्यम् अपि तत्र उदाहरणं तत्र दृष्टान्तः इति भवति तत्र अस्माकं सोपानं किम् इत्युक्ते तत्र प्रथमतया हेतुः पक्षे अस्ति नाम पक्षधर्मता ज्ञानं हेतुः पक्षे अस्ति द्वितीयं सोपानमस्ति तत्र हेतुः अपि साध्यं यत् साध्यं यत् पक्षे अस्ति इति साधयितुम् इच्छामः एतावत् तत्र साध्यं पक्षे अस्ति इति तद् निश्चयेन तस्य ज्ञानं नास्ति तत्र केवलं सन्देहः नाम तत्र पक्षे साध्यम् अस्ति इति तत्र ज्ञानं सन्दिग्धं नाम तत्र इदानीं तत्र संशयः संशययुक्तज्ञानं तत्र प्रायशः अस्ति इति तादृशः ज्ञानमस्ति किन्तु निश्चयेन अस्माकं ज्ञानं नास्ति अतः तत्र साध्यं पक्षे अस्ति इति निश्चयेन वक्तुम् इच्छामः नाम तत्र यथार्थज्ञानं तत्सत्यं नाम साध्यं पक्षे अस्ति इति वक्तुम् इच्छामः किन्तु केवलं हेतुः अस्ति इति एव जानीमः अतः हेतुः साध्य तयोः मध्ये तत्र व्याप्तिः अस्ति नाम यत्र यत्र हेतुः तत्र तत्र साध्यम् अपि यतोहि हेतुः पक्षे अस्ति तर्हि साध्यमपि पक्षे भवेत् इति अतः तत्र वयं वदामः तत्र साध्यव्याप्य हेतुः हेतुः कीदृशः साध्यव्याप्य हेतुः अपि साध्यव्याप्य हेतुमान् पक्षः नाम हेतुः पक्षे अस्ति पक्षः हेतुमान् अपि साध्यव्याप्य हेतुः तर्हि सर्वम् आयोजित्वा तत्र साध्यव्याप्य हेतुमान् पक्षः अतः साध्यवान् पक्षः इति भवति तत्र यत्र यत्र हेतुः तत्र तत्र साध्यं नाम व्याप्तिः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति एका रीतिः तत्र व्याप्तेः ज्ञानं किन्तु तत्र अन्या रीतिः अपि अस्ति नाम यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति तदपि व्याप्तिज्ञानमेव किन्तु तत्र अभावम् उपयुज्य वदामः किमर्थम् इत्युक्ते तत्र कुत्रचित् पक्षभिन्नस्थले तत्र हेतुः न भवति चेत् हेतुः अपि साध्यतयोः मध्ये व्याप्तिः अस्ति इति न साधयितुम् इच्छा शक्नुमः प्रथमां रीतिम् अनुसृत्य अतः द्वितीयां रीतिम् अनुसृत्य वक्तुं शक्नुमः इति अस्ति अतः तत्र व्यतिरेकव्याप्ति इति अनुसृत्य तत्र अनुमितिः कथं भवति इति अद्य तत्र वयं जानीमः तत्र पर्वते नाम पर्वतः तत्र भन्निमान् धूमत्वात् यथा महानसम् इति तत्र अन्वय तत्र अनुमिति अन्वयव्याप्तिः उपयुज्य तत्र अनुमानज्ञानम् अपि तत्र यदि वयं वदामः तत्र पर्वतः भन्निमान् धूमत्वात् यथा ह्रदः इति तत्र किं भवति ह्रदः इति तत्र धूमस्य अभावः वह्नेः अभावः सर्वमस्ति इति कृत्वा तत्र व्यतिरिकव्याप्तिः तत्र अस्ति. इदानीं तत्र अग्रे गच्छामः तर्हि तत्र अधुना इति अत्र अधुना हेतुः इति ततः आरभ्य पठामः. एतत् परिच्छेदं पूर्वं पठितवन्तः इति मन्ये, किन्तु एकवारं पठित्वा अग्रे गच्छामः. तर्हि तत्र तर्हि नीता भगिनी आरम्भं करोति वा? अधुना हेतुः पक्षभिन्नस्थले यत्र न भवति तत्र व्यतिरेकव्याप्त्याः चिन्तने परिशीलयामः. वह्निः उष्णः वह्नित्वात् इत्यस्मिन् यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते तदर्थम् अन्वयव्याप्तिदृष्टान्तः न सम्भवति, अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति. चिन्तनक्रमः एवं, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुरपि नास्ति इति. नाम यः साध्य अभाववान् सः हेतु अभाववान्, तदा अग्रे यः हेतु अभाववान् न भवति सः साध्य अभाववान् न भवति, यः हेतु अभावभाववान् सः साध्य अभाव अभाववान्. प्रकृते यः वह्नित्व अभाववान् न भवति नाम वह्नित्व अभाव अभाववान् भवति सः साध्य अभाव अभाववान् नाम उष्णत्व अभाववान् न भवति उष्णत्व अभाव अभाववान् भवति. आहत्य यः वह्नित्व अभाव अभाववान् सः उष्णत्व अभाव अभाववान्, तस्माच्च वह्निः उष्णः वह्नित्व. अत्र व्यतिरेकव्याप्ति तत्र उदाहरणं वयं दृष्टवन्तः, वह्निः उष्णः वह्नित्वात्. अत्र भेदः कः? तत्र अत्र पक्षभिन्नस्थले हेतु न लभ्यते इति उदाहरणं दृष्ट्वा वह्निः उष्णः वह्नित्वात् तत्र वह्नौ एव वह्नित्वं वर्तते, पक्षभिन्नस्थले हेतु न वर्तते इति. अतः तत्र अन्वयव्याप्तिदृष्टान्तः न सम्भवति, तत्र अन्वयव्याप्तिदृष्टान्तः न सम्भवति. व्यक्तिरेकव्याप्ति किमर्थं तत्र अन्वयदृष्टान्तः न सम्भवति? अत्र अन्वयव्याप्तिदृष्टान्तं यथा वयम् उदाहरणं स्वीकृतवन्तः तथा वह्नि स्वगतं पर्वतः वह्निमान् पर्वतः वह्निमान् धूमत्वात् यथा महानसम्. अत्र महानसे इत्युक्ते पक्ष इति पर्वतः अस्ति, पक्षभिन्नस्थलं यत् महानसं तत्र हेतुः वर्तते. तत्र साध्यमिति वह्नि साध्यमिति वह्नि तत्र पक्षे तु हेतु अस्ति, परन्तु पक्षभिन्नस्थले अपि तत्र हेतु अस्ति. ततः वयं साध्य इति वह्नि अस्ति, साध्य इति व्यापकः, हेतु इति धूमः, तत् हेतु व्याप्त इति अस्ति. तदा तत्र पक्षभिन्नस्थले हेतुः वर्तते, परन्तु अत्र तत्र अन्वयव्याप्ति भवितुम् अर्हति. परन्तु अत्र वह्निः उष्णः वह्नित्वात् तत्र पक्षभिन्नस्थले इत्युक्ते वह्नि भिन्नस्थले तत्र वह्नौ एव उष्णत्वं वर्तते. तत्र नाम यदि पक्षभिन्नस्थले तत्र हेतुः वर्तते तदा तत्र पक्षभिन्नस्थले हेतुः अस्ति इति कृत्वा तत्र तत्रापि यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तत् तस्य सत्यत्वं तत् सत्यं वा न वा इति परिशीलनं कर्तुं शक्नुमः. नाम तयोः मध्ये व्याप्तिः अस्ति न वा इति तत्र ज्ञातुं शक्नुमः. किन्तु यदि तत्र हेतुः पक्षभिन्नस्थले नास्ति चेत् साधारण नाम अन्वयव्याप्तिः अस्ति इति न ज्ञातुं शक्नुमः. तत्र व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति भगिनी एकनिमिषः, तत्र रेकार्डिङ्ग् न स्थापितं मया इति मन्ये. एकनिमिषः, तत्र अहम् ऐपाड् आयोजितवान् किन्तु हा तर्हि तत्र रेकार्डिङ्ग् इदानीं स्थापयामि. क्षम्यताम्. अस्तु अस्तु, क्षम्यतां भगिनि. हा हा इदानीं अधुना तत्र इत्युक्ते व्यतिरेकव्याप्ति इत्युक्ते तत्र स्थूलवन यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति इत्युक्ते अधुना चिन्तनक्रमः कीदृशः. उदाहरणमस्ति वह्निः उष्णः वह्नित्वः, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति. इत्युक्ते यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. अधुना यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः अपि नास्ति. अधुना यः साध्य अभाववान्, अधुना मतु प्रत्ययस्य योजना, साध्यः नास्ति इत्युक्ते यः यस्मिन् साध्यः नास्ति सः साध्य अभाववान्, यस्मिन् हेतुः नास्ति सः हेतु अभाववान्. यः साध्य अभाववान् सः हेतु अभाववान्. अधुना अग्रिमे यः हेतु अभाववान् न भवति, यः हेतु अभाववान् नास्ति सः साध्य अभाववान् अपि नास्ति. इत्युक्ते हेतु अभाववान् इत्युक्ते पुनः एकवारं तत्र मतुपयोजयामः चेत् हेतु अभाववान् नास्ति इत्युक्ते हेतु अभाव अभाववान् अस्ति. हेतु अभाव अभाववान् अस्ति सः साध्य अभाव अभाववान् अस्ति. यः वन्नित्व अभाववान् न भवति, पुनः एकवारं तत्र नकारस्य योजना, यः वन्नित्व अभाव अभाववान् नास्ति, नाम वन्नित्व अभाववान् नास्ति इत्युक्ते वन्नित्व अभाव अभाववान् भवति. वन्नित्व अभाव अभाववान् भवति सः एव साध्य अभाव अभाववान् भवति. अधुना उष्णत्वम् अत्र वह्नित्वमिति हेतुः, वह्नि इति पक्ष, उष्णत्वमिति साध्यम्. अधुना तत् प्रति गच्छामः. यत्र इत्युक्ते उष्णत्व अभाववान्, उष्णत्व अभाव अभाववान् यः नास्ति इत्युक्ते उष्णत्व अभाव अभाववान् अस्ति इति सिद्ध्यते. अधुना यः वन्नित्व अभाव अभाववान् अस्ति सः उष्णत्व अभाव अभाववान् अपि अस्ति. यः वन्निमान् सः एव उष्णत्ववान्, यस्मिन् वन्नित्वं तस्मिन् उष्णत्वम् इत्युक्ते वह्निः उष्णः वन्नित्वं यथा सरोवरे अपि दृष्टान्तरूपेण सरोवरे अपि तस्य साध्यस्य अभावः अस्ति, उष्णत्वं नास्ति अतः वन्यत्वमपि नास्ति इति. हा समीचीनं. तर्हि तत्र व्यतिरेकव्याप्ति उपयुज्य व्याप्तिम् उपयुज्य वयं तत्र अनुमितिज्ञानं प्राप्नुमः. समीचीनं. नाम वह्निः उष्णः वन्यत्वात् यथा तत्र तदः अथवा सरोवरः इति. हा समीचीनं, समीचीनं. तर्हि तत्र अभाव, धन्यवादः भगिनी. हा तर्हि तत्र अभावम् उपयुज्य नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति सत्यं वाक्यं, तस्य समानार्थकवाक्यमस्ति यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः. यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति अपि सत्यं, तस्य अर्थः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः. अतः तत्र अभावस्य योजनेन यद्यपि व्याप्यः व्यापकः तयोः तत्र पात्रं नाम रोल् तत्र परिवर्तते, किन्तु व्याप्तिः यत् अस्ति प्रथमे स्थले अपि व्याप्तिः अस्ति, द्वितीयस्थले अपि व्याप्तिः अस्ति. प्रथमं सत्यम् इत्युक्ते द्वितीयमपि सत्यम् अपि समानार्थकम् इति भवति. नाम यत्र यत्र धूमः तत्र तत्र वह्निः, अथवा यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः. अतः तत्र अभावस्य योजनेन यत् पूर्वं नाम प्रथमवाक्यं साधयितुम् इच्छामः तस्य साधनं द्वितीयेन वाक्येन अपि सम्भवति. अतः अभावम् इति योजयामः तत् सत्यं चेत् यत् वाक्यम् अभावं यत्र अभावं नास्ति, अभावस्य योजनं न अभवत्, तद्वाक्यमपि सत्यम् अस्ति. अतः तत्र यत्र यत्र वह्निः तत्र तत्र उष्णः इति सत्यं यदा वयं साधयामः तत्र यत्र यत्र उष्णत्व अभावः तत्र तत्र वह्नित्व अभावः इति अस्ति. समीचीनम्, अस्तु. इदानीम् अग्रे गच्छामः. इदानीम् एतावत् तत्र वह्निः उष्णः वह्नित्वात् तस्य व्यतिरेकदृष्टान्तेन भवति इति एतावत् ज्ञातवन्तः. किन्तु पञ्च अवयवाः कथं भवन्ति एतत् सर्वम् अग्रे प्रदर्श्यते. अस्तु, तर्हि तत्र अग्रे शोभा भगिनी पठति वा अग्रे? आं महोदय. पञ्चावयवाः व्यतिरेकव्याप्तौ वह्निः उष्णः वह्नित्वात् इति. अस्तु, इदानीं तत्र पूर्वं दृष्टं वह्नि व्यतिरेकव्याप्तौ वह्निः उष्णः वह्नित्वात् इति एतावता पठितं. तर्हि तत्र पञ्च अवयवाः प्रतिज्ञावाक्यं वह्निः उष्णत्ववान् इति, हेतुवाक्यं वह्नित्ववत्वान् इति वह्नित्ववत्वान्, उदाहरणवाक्यं यो यः तत्र यः उष्णत्वाभाववान् सः सर्वोऽपि वह्नित्वाभाववान् यथा जलम्. उपनयवाक्यं न तथा च अयम्, अयं पक्षः वह्निः तथा न, हेत्वभाववान् न भवति, वह्नित्वाभाववान् न. उदाहरणवाक्ये यथा जलम् आसीत् वह्निः तथा नास्ति, यथा जलं वह्नित्वाभाववान् अस्ति तथा वह्निः वह्नित्वाभाववान् न. निगमनवाक्यं तस्मात् न तथा, तस्मात् हेत्वभावात् न तथा, नाम उष्णत्वाभाववान् न. उष्णत्वाभाववान् न इत्युक्ते इत्युक्तौ उष्णत्वाभावाभाववान् इत्युक्ते उष्णत्ववान्. अस्तु, तत्र प्रतिज्ञा पञ्च अवयवः इदानीं व्यतिरेकव्याप्तौ व्याप्तेः वाक्यमस्ति वह्निः उष्णः वह्नित्वात् इति दृष्टवन्तः. तत्र वह्निः उष्णः वह्नित्वात् इति अनुमितिवाक्यम्. अनुमितिवाक्यम्, अस्तु, अनुमितिवाक्यमेव. अनुमिति इति ज्ञानस्य पञ्च अवयवाः एते सन्ति. किन्तु तत्र व्यतिरेकव्याप्तौ तत्र अवयवाः कीदृशाः इति तत्र प्रदर्शनं, नाम तत्र वयं पर्वतः भनि तत्र भनिमान् धूमात् इति तत्रापि पञ्च अवयवाः परिशीलितवन्तः खलु. किन्तु अत्र किञ्चित् भेदः अस्ति प्रदर्श्यते. अस्तु, इत्युक्ते तत्र प्रतिज्ञावाक्यं तु वह्निः उष्णत्ववान् इति. वह्निः उष्णत्ववान् इति तत्र अन्ते अनुमितिज्ञानम् अभवत् पूर्वस्मिन् परिच्छेदे. न, किन्तु तदेव नाम यदि वयं वदामः तत्र वह्निः उष्णत्ववान् इति, तदेव अस्माकं लक्ष्यं, तदेव साधयितुम् इच्छामः. आम्, नाम तत्र वयं दृष्टवन्तः खलु, तत्र रामः श्यामं वदति पर्वतः भन्निमान्, तदा श्यामो वदति इति वा कथम्, अतः तत्र तदनन्तरं तत्र तस्य समाधानं रामः वदति, तत्र धूमः वर्तते धूमत्वात्, ओ धूमः अस्ति चेत् वह्नौ तत्र पर्वते धूमः अस्ति चेत् तेन किं, तदा तत्र धूमः यत्र यत्र धूमः तत्र तत्र वह्निः, नाम तयोः मध्ये व्याप्तिः अस्ति, एतत् सर्वं वदति खलु। अतः तत्र प्रतिज्ञावाक्यं नाम एतत् सत्यम् इति, एतदेव सत्यम्, एतदेव अस्माकं लक्ष्यम्। अग्रे ये यानि वाक्यानि आगच्छन्ति केवलं समाधानार्थं, नाम तत् कथम् एतत् सम्भवति इति तस्य प्रदर्शनार्थम्। अस्तु महोदय, तर्हि तत्र हेतुवाक्यमस्ति वन्नित्वा वत्वान् इति, वन्नित्वा वत्वात् इति हेतुवाक्यं तत्र कथम् इति, इदानीं वह्निः उष्णत्ववान् इति तत्र कथं भवति इत्युक्ते वह्नित्ववत्वात् इति वक्तुं शक्नुमः तत्र इति, इत्युक्ते तदेव तत्र यथा भवता उक्तं समाधानं तावत् सम्यक्। अग्रे अस्ति उदाहरणवाक्यं, यः यः उष्णत्व अभाववान् सः सर्वोऽपि वह्नित्व अभाववान् यथा जलम्। अस्तु, तर्हि तत्र यः यः उष्णत्व अभाववान् इत्युक्ते यस्मिन् उष्णत्वं नास्ति सः सर्वोऽपि वह्नित्व अभाववान् यथा जलम्। अस्तु, तत्र जलम् इति उदाहरणं स्वीकृत्य इदानीं विवृतम् अस्ति, यः उष्णत्व अभाववान् इत्युक्ते उष्णत्वं नास्ति तस्मिन् सः सर्वोऽपि वह्नित्व अभाववान्। उष्णत्वं यत्र नास्ति तत्र सर्वोऽपि वह्नित्व अभाववान् इत्युक्ते कथं वदनीयं तत्र इति चेत्, तत्र यथा जलम् इति इदानीम् उदाहरणं स्वीकृतं यथा जलं, जले जलम् उष्णत्व अभाववत् अस्ति, अपि च वह्नित्व अभाववत् अपि अस्ति। तथा एव यः यत्र यत्र अथवा यः यः उष्णत्व अभाववान् इत्युक्ते यस्मिन् यस्मिन् उष्णत्वं नास्ति सः सर्वोऽपि वह्नित्व अभावः, तस्मिन् सर्वोऽपि वह्नित्व अभावः अस्ति इति इदानीं तत्र महानसम् इति तत्र उदाहरणं स्वीकृतं, जलम् इति स्वीकृत्य। तर्हि तत्र उष्णत्वं भवेत्, वह्नित्वं भवति इति चिन्तयामः चेत् उष्णत्वं भवेत् तस्मिन्, तस्य अभावः अस्ति चेत् वह्नेः अभावः अपि भवति इति स्वीकुर्मः तत्र इति मन्ये महोदय। हा सत्यं भगिनि, नाम तत्र नाम अन्वयव्याप्तिरूपं कथं भवति, यत्र वह्नित्वं यत्र तत्र उष्णत्वं इति भवति इति अन्वयव्याप्ति अन्वयवाक्यम्। इदानीं व्यतिरेकवाक्यं तत्र, यतोहि तत्र इदानीं तदेव व्यतिरेकव्याप्तौ कथं वदनीयम् इति। तर्हि तत्र किमर्थम् अन्वयव्याप्तिं न अनुसरामः अत्र? तत्र उष्णः अपि वह्नित्वं वह्नौ एव अस्ति इति, पक्षे एव अस्ति इति, केवलं वह्निः वह्नित्वं पक्षे एव अस्ति इति, वह्नित्वं पक्षे अस्ति, उष्णत्वमपि न न, यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं, नाम तत्र व्याप्यः व्यापकः, व्यापकः तस्य क्षेत्रं बृहत् अस्ति खलु, तर्हि तत् अन्यत्र अपि भवेत्। किन्तु तत्र अत्र का समस्या, तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति अन्वयव्याप्तिः, तम् उपयुज्य तत्र अनुमितिज्ञानं प्राप्तुं शक्नुमः खलु, किन्तु किमर्थं शक्नुमः, किन्तु तत्र उष्णत्वम् अन्यत्र अपि भवति इति चर्चितवन्तः। यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र धूमः नास्ति तत्रापि वह्निः भवति खलु, वह्निः भवति इति, अतः तत्र तेन समस्या कापि नास्ति, नाम वह्निः अन्यत्र भवति, नाम साध्यम् अन्यत्र भवति इति, तेन न कापि समस्या. किन्तु समस्या तत्र कथं तत्र मम स्मरणे तदेव महोदय, तत्र पक्षे एव अस्ति इति, अन्य पक्षात् भिन्नस्थले नास्ति इति. किं पक्षे एव अस्ति, हेतुः वा साध्यं वा? तत्र हेतुः साध्यम् अस्तु, तत्र साध्यं किमस्ति वनित्वात् इति वदनेन, वनित्वात् इति हेतुः भवति. हेतुः तत्र उष्णत्वं साध्यं, साध्यम् उष्णत्वं तदेव साधयामः. वह्निः उष्णः वनित्वात् इति, उष्णत्वं साध्यं, साध्यम् अपि वह्नौ अस्ति खलु. इति एतावत् न जानीमः, तदेव साधयितुम् इच्छामः. अस्तु तर्हि वह्नौ अस्ति इति साधयितुम् इच्छामः. तर्हि तत्र वह्निः पक्षः भवति, वह्निः पक्षः भवति, समीचीनम्. उष्णः अपि वह्नित्वं द्वयोः अपि पक्षे एव न तत्र यत् निश्चयेन जानीमः, तर्हि वह्निः इति पक्षः, वह्निः इति पक्षः, उष्णः इति साध्यम्, वह्नित्वात् इति हेतुः. हा, वह्नित्वं, वह्नित्वम् इति हेतु, हेतुः समीचीनं, हेतुः. तर्हि पक्षे किम् अस्ति इति जानीमः अनुमितिसन्दर्भे, हेतुः पक्षे अस्ति इति जानीमः वा, अथवा साध्यं पक्षे अस्ति इति जानीमः वा? साध्यं पक्षे अस्ति इति जानीमः. न साध्यं पक्षे अस्ति इति एव साधयामः इति खलु. हा, हेतुः पक्षे अस्ति. हेतुः एव पक्षे अस्ति, हेतुः एव पक्षे अस्ति, हेतुः पक्षे अस्ति इति जानीमः. अतः तत्र साध्यं साधयितुम् इच्छामः खलु. तर्हि अत्र हेतुः, तत्र हेतुः कः? अत्र वह्नित्वमेव हेतुः, वह्नित्वमेव हेतुः. हा, इदानीं तर्हि वह्नित्वं पक्षे अस्ति, नाम वह्निः एव पक्षः, पक्षे वह्नित्वम् अस्ति, वह्नित्वम् अस्ति इति एतावता जानीमः तावत्. किन्तु उष्णः अपि, उष्णत्वमपि तत्र पक्षे अस्ति इति साधयितुम् इच्छामः. आमामाम्. तर्हि साध्यमपि हेतुः तयोः मध्ये व्याप्तिः भवेत् इति खलु अस्माकं चिन्तनम्. आमाम्. नाम यत्र यत्र, नाम हेतुः पक्षे अस्ति, अपि अन्यत् ज्ञानं किम् अस्ति अस्माकं, यत्र यत्र हेतुः तत्र तत्र साध्यम् अस्ति इति अपि अस्ति, अस्माकं ज्ञानं भवेत् अस्ति, तदा एव वयं पश्यतु पक्षे हेतुः अस्ति, अपि यत्र यत्र हेतुः तत्र तत्र साध्यम्, अतः साध्यमपि पक्षे अस्ति इति वक्तुम् इच्छामः. एषा एव अस्माकम् आशा. किन्तु अत्र का समस्या? अत्र समस्या हेतुः अपि च साध्यम्. इदानीं तत्र इदानीं न वदनीयं वा इति चिन्तितवती, इत्युक्ते साध्यमपि हेतुः तत्र पक्षे एव इति खलु. केवलं नाम तत्र तयोः हेतुः अपि साध्यं, तयोः मध्ये कीदृशव्यापकभावः इति भवेत् इति. व्याप्तिज्ञानम् अपेक्षितमस्ति, अपेक्षितम्. आम् महोदय. नाम वयं यदि वयं न जानीमः यत्र यत्र धूमः तत्र तत्र वह्निः, तद् ज्ञानं नास्ति चेत् वयं न साधयितुं शक्नुमः तत्र पर्वते वह्निः अस्ति इति खलु. व्याप्यव्यापकभावः अपेक्षितम्. अस्तु, अपेक्षितं, तस्य ज्ञानम् अपेक्षितं. नाम व्याप्यव्यापकभावः तयोः मध्ये वर्तते इति अस्माकं ज्ञानं भवेत्, तदा एव तत्र भवेत्. इदानीं तद् व्याप्यव्यापकभावः सम्बन्धः, तत्र धूमः अपि वह्निः तयोः मध्ये व्याप्तिः अस्ति इति जानीमः इति, तत् कथं जानीमः? पर्वतं दृष्ट्वा न जानीमः खलु. पर्वतं दृष्ट्वा तत्र अस्ति इति वक्तुम् इच्छामः, किन्तु व्याप्तिज्ञानम् अन्यत्र सम्पादयामः खलु. नाम महानसे वारं वारं दृष्ट्वा, महानसे पश्यतु, महानसे धूमः अस्ति तत्र वह्निः अपि अस्ति अन्यत्र अपि नाम महानसम् इव अन्यानि स्थलानि अपि तत्र दृष्ट्वा वयं वदामः वयं जानीमः अस्तु तत्र वह्नि धूमः अस्ति वह्निः अपि अस्ति तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानं सम्पादयामः खलु अतः तत्र पक्षं दृष्ट्वा एतद् व्याप्तिज्ञानं सम्पादयितुं शक्नुमः वा पक्षं दृष्ट्वा न तत्र व्याप्तिं दृष्ट्वा अथवा व्याप्यव्यापकभावसम्बन्धं दृष्ट्वा वक्तुं शक्नुमः किन्तु व्याप्तिज्ञानं पक्षं दृष्ट्वा वा सम्भवति वा पक्षेन न सम्भवति तत्र इदानीं उदाहरणं दृष्ट्वा पक्षेन न सम्भवति यतोहि अत्र हेतुः अस्ति किन्तु साध्यमस्ति इति निश्चयज्ञानमस्ति वा नास्ति इति यतोहि किन्तु हेतुः अस्ति चेत् नाम व्याप्तिज्ञानम् उपयुज्य एव वयं साध्यमपि पक्षे अस्ति इति वक्तुं शक्नुमः खलु व्याप्तिज्ञानम् उपयुज्य एव नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति तद् ज्ञानं यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानम् इदानीम् अस्माकं नास्ति इति चिन्तयतु नाम लघुबालकः अस्ति सः एतावत् बालिका अस्ति सः अथवा सा एतावत् न जानाति यत्र यत्र धूमः तत्र तत्र वह्निः इति इदानीं तादृशः बालकः इदानीं पर्वतः पश्यति पर्वते धूमः अस्ति इति पश्यति किं सः जानाति वा तत्र वह्निः अपि पर्वते अस्ति इति न जानाति यतोहि व्याप्तिज्ञानम् उपयुज्य एव तत्र पर्वते वह्निः अस्ति इति वक्तुं शक्नुमः वह्निः पर्वते अस्ति इति तत्र तस्य प्रत्यक्षज्ञानम् इदानीं नास्ति केवलम् अनुमानेन एव सम्पादयामः अतः व्याप्तिज्ञानं पूर्वम् अपेक्षितं किन्तु पक्षे साध्यम् अस्ति इति एतावत् न जानीमः अतः केवलं पक्षं दृष्ट्वा वयं न वक्तुं शक्नुमः यत्र यत्र हेतुः तत्र तत्र साध्यं यतोहि साध्यं पक्षे अस्ति इति एतावत् न जानीमः भवती अवगच्छति खलु भगिनि नाम तत्र प्रश्नः कः इति न अवगतं महोदय नाम भगिनि नाम व्याप्तिज्ञानम् अपि पक्षधर्मताज्ञानं द्वयोः आधारेण एव तत्र अनुमितिज्ञानं जायते इति अङ्गीकरोति खलु खलु हेतुः पक्षे भवेत् तदा अपि हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः अस्ति इति अपि ज्ञानं भवेत् तदा एव वयं वक्तुं शक्नुमः पक्षे साध्यम् अस्ति इति खलु अस्तु आम् इदानीं तत्र केवलं पक्षः एव तत्र दृष्टान्तस्य आवश्यकता अस्ति वा इति प्रश्नः दृष्टान्तं त्यजामश्चेत् तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामश्चेत् तद् ज्ञानं सत्यम् इति कथं जानीमः न जानीमः तत्र दृष्टान्तेन एव वक्तुं शक्नुमः खलु इदानीम् अपि दृष्टान्तः पक्ष एव दृष्टान्तः भवति वा अथवा दृष्टान्तः पक्षभिन्नस्थलं भवेत् वा पक्षभिन्नस्थलमपि भवति यतोहि तत्र भवति न भवति किन्तु भवितव्यं वा इति प्रश्नः भवितव्यं वा पक्षे एव भवितव्यम् अथवा पक्षभिन्न दृष्टान्तः पक्षभिन्नस्थलं भवेत् पक्षभिन्नस्थले भवितव्यं पक्षभिन्नस्थले भवितव्यं किमर्थम् इति चेत् तदा वयम् उदाहरणम् इति स्वीकृत्य अन्यत्रापि भवति इति वक्तुं शक्नुमः तत्र पक्षे एव भवेत् इति चेत् नाम भगिनी नाम अत्र समस्या का इत्युक्ते पक्षे साध्यम् अस्ति इति एतावत् ज्ञानं नास्ति नास्ति यतोहि तत्र पक्षे साधयितुम् इच्छामः खलु तर्हि साधयितुम् इच्छामः इति चेत् अन्यत्र साध्यम् अस्ति इदानीम् अन्यत्र साधितम् अस्ति समीचीनम् अन्यत्र साधितम् अस्ति उत्तमं भगिनि अतः अन्यत्र यत् अन्यत्र हेतुः अस्ति यत्र अन्यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति दृष्ट्वा तदा एव वयं वक्तुं शक्नुमः अस्तु हेतुः साध्यं तयोः मध्ये व्याप्तिः अस्ति इति ज्ञानं प्राप्नुमः खलु आम् यत्र साधितम् अस्ति तत्र एव उदाहरणम् इति स्वीकर्तुम् अपि शक्नुमः इति एव अस्ति भगिनि अतः यदि हेतुः पक्षभिन्नस्थले नास्ति तर्हि तत्र यत्र यत्र हेतुः तत्र साध्यम् इति तत् वक्तुं न शक्नुमः अतः एव अन्वयव्याप्तिः कार्यं न करोति व्यतिरेकव्याप्तिरूपम् उपयुज्य व्याप्तिज्ञानं सम्पादयामः नाम अतः एव अत्र जलम् इति अस्ति नाम वयं साधयितुम् इच्छामः यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्यत्वम् अपि नास्ति इति व्यतिरेकेन यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्यत्वं नास्ति कथं पश्यतु जलं पश्यतु तत्र उष्णत्वमपि नास्ति उष्णत्वं नास्ति वन्यत्वमपि नास्ति नास्ति इति अतः व्यतिरेक उदाहरणं यथा महानसे तत्र अन्वयदृष्टान्तम् आसीत् इदानीं व्यतिरेकदृष्टान्तम् अपि च यत्र साधितम् अस्ति इदानीं साधितम् अस्ति जले अतः इदानीं तत् दृष्ट्वा वक्तुं शक्नुमः तथा एव अत्रापि पश्यन्तु तद् दृष्ट्वा एव वयं व्याप्तिज्ञानं प्राप्नुमः आमामां तत्र नो चेत् व्याप्तिः अस्ति इति ज्ञानमेव अस्माकं न भवति तदा किम् अस्ति हेतुः पक्षे अस्ति तस्तु हेतुः पक्षे अस्ति तेन किं साध्यं पक्षे अस्ति इति एतावत् न वक्तुं शक्नुमः किन्तु व्यतिरेकदृष्टान्तेन तत् कर्तुं शक्नुमः इति समीचीनं अस्तु अग्रे भगिनि अस्तु तर्हि उदाहरणवाक्यं तत् पठितम् अग्रे उदाहरणवाक्यं किं करोति व्याप्तिज्ञानं ददाति आम् व्यतिरेकेण व्याप्तिज्ञानं ददाति उपनयवाक्यं किं वदति इति चेत् न तथा च अयम् इत्युक्ते उदाहरणवाक्यात् अनन्तरम् आगच्छति न तथा च अयम् इति अयं पक्षः वह्निः तथा न हेतु अभाववान् न भवति वन्नित्व अभाववान् न अस्तु इदानीं तत्र हेतु अभाववान् न भवति इति तत्र आक्षेपः इदानीं खलु महोदय केवलम् उपनयवाक्यं नाम उदाहरणं यद् दत्तं जलम् इति जले तत्र उष्णत्व अभाववान् उष्णत्वस्य अभावः अस्ति वन्नित्व अभावः अपि अस्ति जले खलु तत्र आरम्भे न तथा च अयम् इत्युक्ते अयं पक्षः वह्निः तथा न इति अस्तु तथा न जलं तथा इत्युक्ते इदानीं पक्षः तत्र जलं खलु पक्षः जलं नास्ति पक्षः अस्ति वह्निः पक्षः वह्निः दृष्टान्तः जलमेव किन्तु जले नाम दृष्टान्तम् उपयुज्य वयं व्याप्तिज्ञानं सम्पादयामः न किन्तु तत्र दृष्टान्ते पक्षः कः भवति महोदय दृष्टान्ते पक्षः नास्ति दृष्टान्तः महानसं पक्षः नास्ति खलु पक्षः अस्मिन् दृष्टान्ते जलस्य दृष्टान्ते जलः दृष्टान्तः किन्तु पक्षः अस्ति वह्निः अस्माकं मूलवाक्यम् अस्ति वह्निः उष्णः वन्नित्वात् अस्तु अस्तु क्षम्यतां क्षम्यतां क्षम्यतां या तत्र किञ्चित् भ्रमः अभवत्. नाम वर्णितम् तत्र भगिनी तत्र प्रायशः एतस्य तत्र नाम पर्वतः वह्निमान् धूमत्वात् यथा महानसम् इति वदामश्चेत् तत्र किं भवति तत्र अन्वयव्याप्तिः कार्यं करोति. आम् किन्तु पर्वतः वह्निमान् धूमात् यथा जलम् इति वदामश्चेत् तत्रापि अनुमितिवाक्यम् अनुमितिज्ञानं भवति किन्तु तत्र किम् अस्ति तत्र जलमिति उक्तवन्तः जले धूमः नास्ति वह्नि अपि नास्ति खलु. आम् किन्तु यत्र यत्र वह्नित्व वह्नि अभावः तत्र तत्र धूमाभावः इति तस्य उदाहरणं जलं भवति खलु. जले वह्नि अभावः अस्ति धूमाभावः अपि अस्ति अतः जलम् इति व्यतिरेकव्याप्तिरूपस्य उदाहरणं भवति. आम् आम् हा तथैव अत्रापि जलम् इति व्यतिरेकव्याप्ति तस्य उदाहरणं तस्याः उदाहरणम् अतः यः तत् अवगतं किन्तु तत्र यथा अस्तु तत्र अन्वयवाक्यं तत्रैव किञ्चित् भ्रमः अभवत् महोदय. इदानीं सम्यक् तथा न तथा चायम् अयं पक्षः वह्निः तथा न इति अस्तु हेतु अभाववान् न भवति पक्षः हेतु अभाववान् न भवति खलु यतोहि हेतुः अस्ति पक्षे हेतुः अस्ति पक्षहेतुः अस्ति. आम् अतः हेतु अभाववान् नास्ति यतोहि वह्नित्वम् इति वह्नः अस्ति वह्नित्व अभाववान् नास्ति यतोहि वह्नित्वम् अस्ति अतः वह्नित्व अभाववान् नास्ति. उदाहरणवाक्ये यथा जलम् आसीत् वह्निः तथा नास्ति. यथा जलं वह्नित्व अभाववान् अस्ति तथा वह्निः वह्नित्व अभाववान् न. तत्तु तत्तु स्पष्टं. तर्हि तत्र इदानीम् अग्रिमं निगमनवाक्यं वदति तस्मात् न तथा तस्मात् हेतु अभाव अभाववात् न तथा नाम उष्णत्व अभाववान् न. उष्णत्व अभाववान् न इत्यस्मात् तत्र उष्णत्ववान् अस्ति इति अवगच्छामः. हेतु अभाववान् न अपि हेतुः अपि अस्ति उष्णत्वम् अपि अस्ति. उष्णत्व अभाववान् न इत्युक्तौ उष्णत्व अभाव अभाववान् इत्युक्ते उष्णत्ववान् हा उष्णत्व अभाववान् न इति अथवा उष्णत्व अभाव अभाववान् द्वयोः वाक्ययोः समानार्थम् अतः इत्युक्ते उष्णत्ववान् इति भवति. इदानीं तत्र इत्युक्ते पञ्च अवयवाः अन्ततो गत्वा उष्णत्ववान् अस्ति इति तत्र निरूपितम्. भगिनि तर्हि अत्र प्रायशः एषः अभ्यासः भवति चेत् स्पष्टता भवति इति मन्ये. केवलम् अभ्यासार्थं तत्र उष्णत्वम् अपि वह्नित्वं तयोः मध्ये तत्र व्याप्तिः अस्ति खलु. आम् हा तर्हि तत्र अन्वयव्याप्तिरूपं वदतु यत्र यत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति भवति. उष्णत्वम् इति भवति समीचीनं हा उत्तमम्. इदानीं तस्य अभावः इति आयोज्य इदानीं रूपं वदतु यत्र यत्र वह्नेः अभावः इत्युक्ते वन्यभावः वन्यभावः यत्र यत्र वन्यभावः यत्र यत्र वन्यत्व अभावः तत्र तत्र उष्णत्वाभावः इति भवति. न नाम यत्र यत्र वन्यत्वं तत्र तत्र उष्णत्वं खलु. आम् यत्र तर्हि तत्र हा तदेव अस्तु विपरीत विपरीतेन यत्र यत्र धूमः तत्र तत्र वह्निः खलु. यत्र यत्र वह्नि अभावः वर्णित्वाभावः तत्र तत्र उष्णत्वाभावः इति न भवति न न भगिनि तत्र व्यतिरेकेन न न प्रथमतः धूमः अपि वह्निः इति कुर्मः अस्तु तर्हि अन्वयव्याप्तिः धूमः वह्निः तत्र रूपं किं भवति यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः वह्निः इदानीं व्यतिरेक यत्र यत्र वह्ने भाव वह्नि अभावः यत्र यत्र वह्नित्वाभावः तत्र तत्र अत्र केवलं वह्निः एव तत्र यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः समीचीनं खलु हा इदानीं पुनः तत्र तस्यापि व्यतिरेकं कुर्मः नाम पुनः पुनः एकवारं तत्र अभावः इति योजयामश्चेत् तत्र वाक्यं किं भवति यत्र यत्र वन्नि अभाव अभावः इदानीं तत्र एव यत्र यत्र वन्नि अभाव अभावः तत्र तत्र नाम तत्र प्रथमे स्थले तत्र यत्र अन्वयः अस्ति तत्र यत्र यत्र धूमः तत्र तत्र वह्निः खलु अस्तु अस्तु यत्र यत्र किन्तु यत्र अभावः योजयामश्चेत् अभावः योजयामश्चेत् किं भवति यत्र यत्र ध्वनि अभावः तत्र तत्र तत्र धूम अभावः इदानीं तस्मात् व्यतिरेकं खलु यत्र यत्र धूम अभाव अभावः इति वा इति अस्ति किन्तु तत्र यत्र यत्र धूम अभाव अभावः इत्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्तु यत्र यत्र धूम अभाव अभावः तत्र तत्र वह्नि अभाव अभावः इदानीं तत्र अन्वयवत् एव भवति अतः अतः एव तत्र व्याप्तिः यदि व्यतिरेकरूपेण भवति अथवा अन्वयरूपेण भवति समानार्थकः अस्ति खलु समानार्थकः भवति अतः अत्र केवलं किं दत्तम् अस्ति तत्र यो यो उष्णत्व अभाववान् स सर्वोऽपि वन्नित्व अभाववान् इति दत्तं खलु अतः अतः तत्र अत्र अन्वयरूपं किं भवति उष्णत्वमपि वन्नित्वं तत्र कः व्याप्यः कः व्यापकः अन्वये वा अन्वये तत्र अन्वये तत्र व्यापकः वह्निः भवेत् अतः वह्निः यत्र यन्न यत्र वह्नित्वम् अस्ति तत्र नाम वह्नित्वमपि उष्णत्वं यत्र वह्नित्वमपि उष्णत्वं तत्र कः व्याप्यः कः व्यापकः व्यापकस्य क्षेत्रं बृहत् खलु महोदय तर्हि तत्र यतोहि तत्र धूमः व्याप्यः यथा भवति उष्णत्वमपि तथा व्याप्यः भवेत् खलु हेतुः वन्नित्वं हेतुः वन्नित्वं तर्हि अस्तु धूमः हेतुः खलु धूमः हेतुः धूमः एव हेतुः वन्नित्वं हेतुः हेतोः क्षेत्रं न्यूनम् तर्हि वन्नित्वम् इति तस्य क्षेत्रं न्यूनम् उष्णत्वम् इति साध्यं तस्य क्षेत्रं बृहत् हेतोः क्षेत्रस्य अपेक्षया खलु आम् आमाम् अस्तु अस्तु अतः यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति इदानीं तस्य व्यतिरेकरूपं भवति यत्र यत्र उष्णत्व अभावः तत्र तत्र वन्नित्व अभावः अतः यदि वयं यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति साधयितुम् इच्छामः तत्र यदि केवलं वयं यत्र यत्र उष्णत्व अभावः तत्र तत्र वन्नित्व अभावः इति साधयामश्चेत् तेन पर्याप्तम् अस्ति तेन वयं यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति साधितवन्तः वयम् अतः जलं दृष्ट्वा वयं जानीमः यत्र यत्र उष्णत्व अभावः तत्र तत्र वन्नित्व अभावः इदानीं तत्र अस्माकं पक्षे तत्र किम् अस्ति तत्र वन्नित्व अभावः नास्ति, किन्तु वयं जानीमः यत्र यत्र उष्णत्व अभावः तत्र तत्र वन्नित्व अभावः वर्तते, किन्तु अस्माकं पक्षे वन्नित्व अभावः नास्ति, तर्हि उष्णत्व अभावः अपि न भवेत्. अतः अस्माकं पक्षः उष्णत्व अभाववान् नास्ति, नाम उष्णत्व अभाव अभाववान् अस्ति, नाम उष्णत्ववान् अस्ति. अस्तु आम् महोदय. तत्र सरलमेव, किन्तु तत्र बहुवारं चिन्तयामश्चेत् तत्र अस्माकं तत्र मनसि क्लेशः जायते, तावदेव भगिनी. सरलमेव अस्ति, तत्र केवलं यदि कोऽपि पृच्छति चेत् ओ अस्तु अस्तु यत् किं चिन्तनम् इति, तावदेव चिन्ता मास्तु. अस्तु अस्तु महोदय, धन्यवादः. हा नाम अस्माकं मनसि तत्र वारं वारं वदामश्चेत् एव तत्र स्पष्टता जायते, स्पष्टता अस्ति, स्पष्टता अस्ति, केवलं वदनसमये तत् केवलम् अभ्यासेन वयं कर्तुं शक्नुमः, तावदेव भगिनि. तत्र कोऽपि संशयाः सन्देहाः सन्ति चेत् तेषामपि किञ्चित् किञ्चित् निवारणं किञ्चित् निवारणं भवति भवति, किन्तु नाम अत्र किमपि नूतनं नास्ति, वयं सर्वे जानीमः एव, केवलं तत्र वदनसमये वयम् ओ एतद्वा एतद्वा इति भवति, तावदेव. अतः चिन्ता मास्तु, सर्वम् अवगतमिति एव. अस्तु महोदय, धन्यवादः. समीचीनम्. अस्तु अग्रे सरामः, धन्यवादः भगिनि. अस्तु अग्रे तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा? महोदय, वन्निना वन्निनः उष्णः इदानीमत्र आहत्य आहत्य इति ततः आहत्य अनुमानप्रयोगः एतादृशः, वन्निनः उष्णः वन्नित्ववान् एन्नैवं तन्नैवं यथा जलम्. अस्मिन् अनुमानप्रयोगे एन्नैवं तन्नैवं तथा यथा जलम् इति व्यतिरेक दृष्टान्तः दीयते. एन्नैवं यत् उष्णत्ववान् न, तत् तन्नैवं तद् वन्नित्ववान् न. एन्नैवं तन्नैवं यथा जलम् इत्यनेन व्यतिरेकव्याप्तिः, एन्नैवं तन्नैवम् इत्यनेन यः यः उष्णत्व अभाववान् सः सर्वेपि वन्नित्व अभाववान् इति अन्तर्गतम्. परन्तु पक्षे वन्नौ वन्नित्व अभावस्य प्रतियोगी हेतुः अस्ति. तस्मात् च यत्र यत्र हेतु अभावः तत्र तत्र साध्य अभाव अभावः इति अस्माकं तृतीयं वक्तव्यं भवति. नाम पक्षे साध्य अभाव अभावः अथवा साध्यम् अस्ति. आहत्य अनुमानप्रयोगः एतादृशः भवति. अनुमानप्रयोगः कीदृशः इति वदति, वह्निः उष्णः वन्नित्वात् वह्निः उष्णः वन्नित्वात् यत् न एवमेव यत् एन्नैवं तत् न एवं यथा जलं, जलम् उष्णं नास्ति, यत् न एवं तत् न एवं तथा जलं, वह्निः उष्णः वन्नित्वात् किन्तु जलं तादृशं नास्ति, उष्णत्वं नास्ति इति जले. अत्र जले उष्णत्वं नास्ति नाम जलम् उपयुज्य तत्र व्याप्तिः अस्ति इति साधयितुम् इच्छामः. अग्रे अग्रे उक्तमस्ति भगिनि, तर्हि किञ्चित् पठतु तर्हि. अनुमानप्रयोगे एन्नैवं तन्नैवं यथा जलम् इति व्यतिरेकदृष्टान्तः दीयते. व्यतिरेकदृष्टान्तः अस्ति एन्नैवं तन्नैवं यथा जलम् इति. अत्र एन्नैवं इत्युक्ते यत् उष्णत्ववान् न इति, यत् न एवम् इत्युक्ते यत् जलम् उष्णत्ववान् न तन्नैवं तत् वह्निमान् न तत् एनैवं तन्नैवं यथा जलम् इत्यनेन व्यतिरेकव्याप्तिः यत् न एवं जलं उष्णत्ववान् नास्ति अत्र वन्नित्ववान् अपि नास्ति इति वदनेन व्यतिरेकव्याप्तिः यन्नैवं तन्नैवम् इत्यनेन यः यः उष्णत्व अभाववान् सः सर्वेपि वन्नित्व अभाववान् अत्र यः उष्णत्व अभाववान् सः वन्नित्व अभाववान् व्यतिरेक न एवं न एवम् इत्यनेन तत्र अभावः सूचितः नाम अभाववान् अभावः अस्ति यत्र उष्णत्व अभावः अस्ति तत्र तत्र मन्नित्वा अभावः अपि वर्तते इति अन्तर्गतं नाम तत् तदेव तत्र व्यतिरेकव्याप्तिज्ञानं खलु व्यतिरेकव्याप्तिज्ञानं परन्तु वन्नौ वन्नित्व अभावस्य प्रतियोगी हेतुः अस्ति परन्तु पक्षे अत्र पक्षे इत्युक्ते अत्र जलं न न अत्र अत्र भगिनि तत्र अस्माकं तत्र अनुमानवाक्यम् अस्ति एतत् खलु वह्निः उष्णः वन्नित्व अस्तु अस्तु वह्निः एव पक्षे जलम् वह्निः एव पक्षः हेतुः कः अत्र उष्णः न उष्णः इति साधयितुम् इच्छामः वह्निः एव हेतुः न वह्निः इति पक्षः नाम तत्र पर्वतः तत्र प्रायशः तत्र वाक्यं पश्यतु पर्वतः वह्निमान् तत्र धूमात् इति अस्ति खलु यथा महानसम् तर्हि अत्र तत्र पक्षः कः अस्मिन् वाक्ये पर्वतः हा हेतुः धूमः तत्र हेतुः धूमः इति कथं जानीमः तत्र धूमात् इति पञ्चम्यन्तं पदं खलु पञ्चम्यन्तं पदं तत्र कारणपञ्चमी इति तत् तस्मात् हेतुः नाम कारणं खलु तर्हि कारणपञ्चमी धूमात् इति अस्ति तथैव अपि साध्यमस्ति वह्निमान् नाम वह्निः पर्वते अस्ति तथैव तत्र उष्णत्ववान् वह्निः इति नाम वह्नौ किमपि भवेत् उष्णः इति यथा वयं वदामः तत्र उन्नतः बालकः औन्नत्यं बालके वर्तते तथैव उष्णः वह्निः नाम उष्णत्वं वह्नौ वर्तते अतः उष्णः इति उष्णत्वं किं भवति उष्णत्वं साध्यं साध्य उष्णत्वं साध्यम् अतः अपि वह्नित्वात् इति अस्ति तर्हि वह्नित्वम् एव हेतुः वन्नित्वम् इति हेतुः तर्हि पक्षे हेतुः वर्तते खलु पक्षे हेतुः वर्तते चेत् हेत्वभावः वर्तते वा पक्षे न अतः एव अत्र उक्तं परन्तु पक्षे वह्नौ वन्नित्व अभावस्य प्रतियोगी हेतुः अस्ति खलु वन्नित्वम् एव तत्र हेतुः तर्हि वन्नित्व अभावस्य प्रतियोगी हेतुः अस्ति हेतुः अस्ति चेत् हेत्वभावः नाम वन्नित्व अभावः नास्ति खलु तत्र खलु हेतुः तत्र वह्निः वन्नित्वम् अस्ति तर्हि वन्नित्व अभावः नास्ति तत्र अतः इदानीं तत्र इदानीम् अग्रे पठतु तस्मात् तस्मात् च यत्र यत्र हेतु अभावः यत्र यत्र हेतु अभावः इत्युक्ते हेतु अस्ति इति एव अभावः तत्र तत्र साध्य अभाव अभावः इति अस्माकं तृतीयं वाक्यं हेतु अभावः तत्र तत्र साध्य अभाव अभावः इति तृतीयं वाक्यं नाम पक्षे साध्य अभाव अभावः अथवा असाध्यम् अस्ति नाम तत्र तृतीयं वक्तव्यम् अत्र तृतीयं वाक्यं किमर्थम् उक्तम् अत्र प्रथमं नास्ति द्वितीयं द्वितीयं नास्ति तृतीयम् इति उक्तं तत्र तृतीयं नाम किम् व्यतिरेकव्याप्तिरूपेण साध्यं स्थापयितुं वा हा तादृशम् अस्तु तत्र प्रायशः तत्र बहुपूर्वं गन्तव्यम् इति मन्ये एकनिमिष तत्र यदि प्राप्तुं शक्नोमि तत्र एकनिमिषः तत्र हा अत्र अस्ति हा तर्हि हा तर्हि अत्र स्थापयामः एतत् तत्र एतत् दृश्यते वा नाम व्याप्ति केवलं तृतीयं तृतीयभागः अन्तिम यत्र यत्र तृतीयं वा प्रथम पठनीयं वा न प्रथमवाक्ये प्रथमभागे यत्र यत्र न यत्र यत्र धूमः तत्र तत्र वह्निः एतत् परिचितं परिचितमस्ति खलु परिचितं रूपं व्याप्तेः परिचितं रूपं यत्र यत्र धूमः तत्र तत्र वह्निः किन्तु इदानीं तस्य द्वितीयवाक्यं द्वितीयरूपम् अस्ति यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति खलु व्यतिरेकव्याप्तिः हा व्यतिरेकव्याप्तिः अत्र वयं जानीमः एतस्य वाक्यस्य अर्थः अपि एतस्य वाक्यस्य अर्थः समानः खलु यत्र यत्र धूमः तत्र तत्र वह्निः नाम यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः खलु समानार्थकः अस्ति नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति सत्यं चेत् यत्र यत्र वह्नीयभावः तत्र तत्र धूमाभावः तदपि सत्यम् अपि अत्र एव तत्र यत्र यत्र धूमः भावाभावः तत्र तत्र वह्नि अभाव अभावः इति अपि सिद्ध्यति एतदेव तृतीयरूपम् इति एतत् प्रथमरूपम् अन्वयव्याप्तिः द्वितीयरूपम् अस्ति व्यतिरेकव्याप्तिः किन्तु यथा वयम् अत्र अन्वयव्याप्तिम् उपयुज्य तत्र अभावः इति यदि आयोजयामः तर्हि एतत् प्राप्नुमः खलु तत्र धूमः व्याप्यः आसीत् वह्निः व्यापकः आसीत् किन्तु अभावस्थले वह्नि अभावः व्याप्यः भवति धूमाभावः व्यापकः भवति खलु परिवर्तनं भवति वन्यभावः व्याप्यः भवति धूमः यः व्याप्यः आसीत् धूमाभावः व्यापकः भवति पुनः अभावः इति योजयामश्चेत् धूमा अभावः व्यापकः आसीत् अत्र अतः धूम अभावस्य अभावः स्वीकुर्मश्चेत् तद्भवति व्याप्यः वन्य अभावः व्याप्यः आसीत् तर्हि तस्य अभावः स्वीकुर्मश्चेत् तद्भवति व्यापकः अतः यत्र यत्र धूम अभाव अभावः तत्र तत्र वह्नि अभाव अभावः अतः एतत् सत्यं चेत् एतदपि सत्यं भवति किन्तु अस्य अर्थः यत्र यत्र धूमः तत्र तत्र वह्निः इति एव खलु तृतीयवाक्यस्य अर्थः. किन्तु रूपं किञ्चित् भिन्नम् अस्ति. अन्ययव्याप्तिः इति वक्तुं शक्यते वा? प्रथम अन्ययव्याप्तिः, द्वितीयं व्यतिरेकव्याप्तिः, तृतीयस्य नाम किं महोदय? तृतीयस्य नाम न तत् तादृशं नामकरणं किमपि नास्ति. किन्तु तत्र यथा वयम् अभावः उपयुज्य एतद् वाक्यं प्राप्तवन्तः तथैव पुनः एकवारम् अभावः इति उपयुज्य एतद् वाक्यं प्राप्नुमः. एतत् पुनः तत्र अभावस्य अभावः इति सः एव, नाम घटाभावाभावः तु घटः एव इति यदि वयम् अवगच्छामः तर्हि तत्र अभावाभावः गच्छति, तर्हि प्रथमरूपमेव प्राप्नुमः खलु. धूम अभावस्य अभावः नाम धूमः एव खलु. धूमाभावः नास्ति इत्युक्ते धूमः अस्ति एव. अतः तृतीयरूपं प्रथमवाक्यस्य समानार्थकम् अस्ति. समानार्थकं भिन्नरूपेण वदति अतः उपयुज्य अभावः द्विवारम् उपयुज्य वदति. अत्र अपि तथैव अस्ति, यतोहि तत्र वयं किं पक्षे वन्नित्व अभावः हेतुः अस्ति, अतः वन्नित्व अभावः नास्ति. अतः तत्र हेत्व अभाव अभावः वर्तते. अतः यत्र यत्र हेत्व अभाव अभावः तत्र तत्र साध्य अभाव अभावः इति इति एव तृतीयं वाक्यं खलु. डबल् नेगेटिव् वदति चेत् सत्यं भवति, तथैव अस्ति सत्यं, तादृशम् अस्ति. अतः अतः इदानीं तत्र पक्षे साध्य अभावः, तत्र पक्षः पक्षे हेत्व अभाव अभावः अस्ति, अतः पक्षे साध्य अभाव अभावः अपि वर्तते. नाम साध्यं पक्षे अस्ति इति प्राप्नुमः. समीचीनं वा? नाम तत्र व्यतिरेकव्याप्ति कथं कार्यं करोति इति प्रदर्शितं तावदेव. नाम पक्षः दृष्टान्ते तत्र अभावः इति वदनेन व्यतिरेकव्याप्तिः, पुनः अभाव अभावः इति वदनेन अपि व्यतिरेक व्याप्तिः इति एव वा? इति एव. किन्तु तत्र तेन वयं पक्षे साध्यम् अस्ति इति जानीमः. नाम तत्र सोपानेन गच्छामश्चेत् रूपत्रयमस्ति, रूपत्रयस्य उपयोगं कुर्मः. प्रथमरूपम् अत्र कार्यं न करोति, दृष्टान्तं न प्राप्नुमः. अतः दृष्टान्तं भवेत् इति कृत्वा वयं तत्र दृष्टान्तः भवेत् इति कृत्वा वयं द्वितीयं रूपं स्वीकुर्मः. नाम व्याप्तिः कयोः मध्ये हेतुः अपि साध्यम्, यत्र यत्र हेतुः तत्र तत्र साध्यम्. तत् कार्यं न करोति यतोहि अत्र पक्षभिन्नस्थले हेतुः नास्ति. अत्र हेतुः अस्ति वह्नित्वं, पक्षः अस्ति वह्निः. वह्नित्वं वह्निं विहाय अन्यत्र कुत्रापि नास्ति. अतः हेतुः पक्षभिन्नस्थले नास्ति. अतः दृष्टान्तः पक्षभिन्नस्थलं भवेत् इति कृत्वा दृष्टान्तः अन्वयव्याप्तेः दृष्टान्तः न लभ्यते. अतः व्यतिरेकव्याप्तिदृष्टान्तः भवेत्, तर्हि द्वितीयरूपं स्वीकुर्मः. यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः. नाम यत्र यत्र उष्णत्व अभावः तत्र तत्र वह्नित्व अभावः. तत्र दृष्टान्तः लभ्यते चेत् इति प्रश्नः अस्ति. आमां जलं पश्यतु, जले तत्र उष्णत्व अभावः अस्ति, तत्र वह्नित्व अभावः अपि अस्ति खलु. किन्तु अस्माकं पक्षः जलमिव नास्ति. नाम जले तत्र उष्णत्व अभावः आसीत् तथा तत्र वन्यत्व अभावः अपि आसीत्, किन्तु अस्माकं पक्षः जलमिव नास्ति, नाम तत्र उष्णत्व अभावः नास्ति जले, तर्हि अस्माकं पक्षः उष्ण वन्यत्व अभावः नास्ति पक्षे, अतः अस्माकं पक्षः वन्यत्व अभाववान् नास्ति, तर्हि अस्माकं पक्षः वन्यत्व अभाव अभाववान्, नाम पक्षे वन्यत्व अभावस्य अभावः वर्तते. किन्तु तृतीयं रूपम् इदानीं यत्र यत्र वन्यत्व अभाव अभावः तत्र तत्र उष्णत्व अभावाभावः, नाम यत्र यत्र वन्यत्वं तत्र तत्र उष्णत्वम् पक्षे, किन्तु पक्षे वन्यत्वम् अस्ति, नाम वन्यत्व अभावाभावः वर्तते पक्षे, तर्हि पक्षे उष्णत्व अभावाभावः अपि भवेत्, नाम उष्णत्वं भवेत् साध्यम् अस्ति इति अस्माकं चिन्तनम् अत्र. तर्हि दृष्टान्तः भवति इति कृत्वा, तस्य दृष्टान्तः अपेक्षितम् इति कृत्वा द्वितीयं रूपं स्वीकुर्मः. अनुमितिज्ञानं प्राप्तुम् इच्छामः इति कृत्वा तस्मिन् सन्दर्भे तृतीयं रूपम् उपयुज्य कार्यं कुर्मः, तत् कार्यं करोति. अस्तु, समीचीनम्. अस्तु अग्रे, तर्हि तत्र अग्रे उषा भगिनी अग्रे. तृतीयं वाक्यम् अनुमितिवाक्यम् अस्ति वा? तृतीयं वाक्यं नाम एतदेव तत्र, नाम एतदेव तृतीयं वाक्यमस्ति भगिनि, नाम तत्र अनुमितिवाक्यं न अनुमितिवाक्यं न, केवलं तत्र व्याप्तिज्ञानस्य तृतीयं रूपं तावदेव. एतदेव तृतीयं वाक्यम्, यत्र यत्र धूमाभावाभावः तत्र तत्र वन्य अभावाभावः इति, यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावा अभावः इति, तदेव तृतीयं रूपं. तस्य प्रयोगेन अनुमितिज्ञानं जायते, किन्तु तद् वाक्यं किं वदति? व्याप्तिः अस्ति इति वदति, तावदेव व्याप्तिज्ञानं ददाति तत्, तावदेव. एतस्य वाक्यस्य अर्थः एतस्य वाक्यस्य अर्थः एव, अस्य वाक्यस्य अर्थः अपि, तत्र वाक्यत्रयम् अस्ति, समानार्थकम् अस्ति वाक्यत्रयं, भिन्नरूपेण वदति तदेव. तावदेव अत्र एतत् प्रथमम्, एतद् द्वितीयम्, एतत् तृतीयम् इत्युक्तौ अत्र यत्र यत्र हेत्व अभावाभावः तत्र तत्र साध्याभावाभावः इति तृतीयं रूपं तावदेव. किमर्थं तृतीयं रूपं? यतोहि पक्षः हेत्व अभावः हेत्व अभाववान् नास्ति, पक्षः हेत्व अभाव अभाववान् अस्ति, नाम पक्षे हेत्व अभाव अभावः अस्ति, अतः. किन्तु एतद् वाक्यं वदनसमये जलम् इति उदाहरणं स्वीकर्तुं न शक्नोति अत्र अत्र. अतः द्वितीयरूपं तस्य उदाहरणमस्ति जलम्, तस्य उदाहरणमस्ति जलं, सत्यं. किन्तु अग्रे गत्वा तृतीयरूपम् उपयुज्य कार्यं कुर्मः, यतोहि समानार्थकम् अस्ति. उदाहरणम् अन्यत् स्वीकरणीयम्. नाम रूपत्रयमस्ति, व्याप्तेः रूपत्रयमस्ति, प्रथमं यत्र यत्र धूमः तत्र तत्र वह्निः तत्र अन्वयरूपेण, द्वितीयरूपम् अस्ति तत्र व्यतिरेकरूपं, तृतीयमस्ति तत्र व्यतिरेकस्य पुनः अभावः इति उपयुज्य रूपं. प्रथमं रूपम् अस्मिन् सन्दर्भे कार्यं न करोति, दृष्टान्तः न प्राप्तुं शक्नुमः. द्वितीयरूपं कार्यं करोति, अतः दृष्टान्तः भवति. अनुमितिसन्दर्भे तत्र प्रक्रियामध्ये तृतीयस्य रूपस्य अपि आवश्यकता अस्ति तावदेव. किन्तु व्याप्तिज्ञानम् एव तत्र यत् किमपि रूपं स्वीकरोतु सर्वं व्याप्तिज्ञानमेव व्याप्तिः अस्ति इति एव वदति तावदेव. अस्तु तर्हि अग्रे तर्हि उषा भगिनी. अस्तु, अधुना वह्निः उष्णः वह्नित्वात् इति अनुमानवाक्ये वस्तुतः लोके पक्षसाध्ययोः सम्बन्धः प्रसिद्धः न तु साध्यहेतोः, यतोहि लोके वह्नित्वम् एव न ज्ञायते. अतः एतादृशम् अनुमानं शास्त्रे एव प्रवर्तते न तु लोके. शास्त्रे एव वह्नित्वधर्मः परिचितः इति कारणतः लोके यथा पर्वतः वह्निमान् धूमात् इत्यस्मिन् धूमः इति हेतुः प्रसिद्धः तथा शास्त्रे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्नित्वम् इति हेतुः प्रसिद्धः. प्रकृते आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अपि तथा शास्त्रे भवति. आश्रयनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अस्ति इत्यतः समानाधिकरणगुणजन्यत्वमपि अस्ति इति शास्त्रीयम् अनुमानम्. अस्तु, अधुना वह्निः उष्णः वह्नित्वात् इति अनुमानवाक्ये वस्तुतः लोके पक्षसाध्ययोः सम्बन्धः प्रसिद्धः न तु साध्यहेतोः. आम्, पक्ष अत्र वह्निः उष्णः वह्नित्वात् इत्यस्य कृते पक्षः वह्निः साध्यम् उष्णत्वं पक्ष वह्निः अपि च उष्णत्वं सम्बन्धः लोके प्रसिद्धः एव. परन्तु साध्य उष्णत्वम् अपि च हेतु वह्नित्वात् इति हेतोः साध्यहेतोः हेतुः उष्णत्वं साध्यं साध्यम् अपि च हेतोः सम्बन्धः तु न प्रसिद्धः एव. यतोहि लोके वह्नित्वमेव न ज्ञायते. वह्नित्वम् इति अस्माकं धर्मता वह्नेः धर्मत्वं धर्मः स्ववह्नित्वम् एव न ज्ञायते लोके. अतः एतादृश लोके तत्र लोके पुस्तकम् इति सर्वे पुस्तकं प्रसिद्धं किन्तु पुस्तकत्वम् इति तत्र पुस्तकत्वम् इति न कोऽपि वदति खलु. आम् महोदय, अतः एतादृशम् अनुमानं शास्त्रे एव प्रवर्तते न तु लोके. अस्तु, शास्त्रे एव वह्नित्वधर्मः परिचितः इति कारणतः वह्नित्वशास्त्रे एव अस्ति. लोके यथा पर्वतः वह्निमान् धूमात् इत्यस्मिन् धूमः इति हेतुः प्रसिद्धः तथा शास्त्रे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्नित्वम् इति हेतुः प्रसिद्धः. वह्नित्वम् इति हेतुः प्रसिद्धः शास्त्रे. प्रकृते हेतुः वह्नित्वम् इति नाम सर्वत्र वयं धर्मः धर्मस्य तत्र प्रयोगः कुर्मः खलु. तत्र पुस्तकत्वं तत्र द्रव्यत्वं जलत्वम् इति अतः धर्मः प्रसिद्धः. यथा धूमः लोके प्रसिद्धः धूमः इति हेतुः प्रसिद्धः. प्रकृते आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अपि तथा शास्त्रे भवति. पूर्वं वयं दृष्टवन्तः ऐ थिङ्क् दिस् करपत्र एतदेव अस्माकं मूलविषयः एव. तत्र विभागः अस्ति, विभागः इति गुणः अस्ति, कथम् अस्ति इति तत्र आश्रयनाशगुणनाशत्वम् आश्रयनाशगुणनाशत्वम् इति धर्मः इति धर्मः अपि तथा शास्त्रे एव भवति. ओके, शास्त्रे एव प्रसिद्धः. आश्रयनाश अजन्यगुणनाशः नाशत्वम् इति नास्ति, बट् आश्रयनाश अजन्यगुणनाशे आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः अस्ति इत्यतः समानाधिकरण गुणजन्यत्वम् अपि अस्ति इति शास्त्रीयम् अनुमानम्. ओके, नाम नाम तत्र वह्निः उष्णः वह्नित्वात् इति अस्ति खलु, तत्र अनुमानवाक्यम् आरम्भे वह्निः उष्णः वह्नित्वात् वह्नित्वात् तत्र किं वक्तुं शक्नुमः, वह्नौ वह्नित्वम् अस्ति अतः उष्णत्वम् अपि अस्ति खलु. तत्र वह्नित्वं किं भवति, वह्नित्वं हेतुः वा साध्यं वा, वह्नित्वम् इति हेतुः, हा उष्णत्वम् इति साध्यं, हा वह्नित्वं वह्नौ अस्ति, वह्नित्वम् इति वह्नेः धर्मः खलु. हा अत्रापि आश्रयनाश अजन्यगुणनाशः इति पक्षः भवति, आश्रयनाश अजन्यगुणनाशः इति पक्षः भवति. आश्रयनाश अजन्यगुणनाशे नाम पक्षे आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः अस्ति, सः धर्मः एव हेतुः भवति. सः हेतुः पक्षे वर्तते इति कृत्वा इत्यतः समानादिकरणगुणजन्यत्वम् अपि अस्ति इति साधयितुम् इच्छामः. समानादिकरणगुणजन्यत्वम् इति साध्यम् इति साध्यम् इति साध्यम् नाम आश्रयनाश अजन्यगुणनाशे हेतुः आश्रयनाश अजन्यगुणनाशत्वम् अस्ति इति कृत्वा साध्यं समानादिकरणगुणजन्यत्वम् अपि अस्ति इति साधयितुम् इच्छामः. एतदेव शास्त्रीय अनुमानम्. पक्षे साध्यः अस्ति इति आश्रयः हेतुः अस्ति, पक्षे हेतुः अस्ति तथा साध्यम् अस्ति इति कृत्वा साध्यमपि अस्ति इति वयं वक्तुं शक्नुमः, इच्छामः, वयं वक्तुम् इच्छामः. किन्तु तत्र किं भवति, यत्र यथा वह्नित्वम् इति वह्नेः धर्मः, तत्र नाम वह्नित्वम् इति वह्नेः धर्मः नाम हेतुः किं भवति, पक्षस्य धर्मः खलु. पक्षस्य धर्मः आश्रयनाशाजन्यगुणनाशत्वम् अपि पक्षस्य धर्मः, पक्षस्य धर्मः. तत्र किं भवति, पक्षस्य धर्मः एव हेतुः इति अस्ति चेत् सः हेतुः पक्षं विहाय अन्यत्र कुत्रापि नास्ति नास्ति खलु. यतो हि पक्षस्य धर्मः केवलं पक्षे एव वर्तते, अतः तत्र अन्वयव्याप्तिः कार्यं न करोति. नाम पक्षं विहाय अन्यत्र दृष्टान्तः न लभ्यते, लभ्यते पक्षं विहाय अन्यत्र कुत्रापि पक्षस्य धर्मः न वर्तते, नास्ति. अतः व्यतिरेकव्याप्ति दृष्टान्तः अत्र अपेक्षितः. नाम यत्र यत्र तत्र साध्यस्य अभावः तत्र तत्र हेत्वाभावः इति रूपम् इति एव रूपं कार्यं करोति. अतः तदेव अग्रे भवति. अतः तत्र समानादिकरण्यगुणजन्यत्वं तस्य अभावः यत्र अस्ति तत्र आश्रयनाश अजन्यगुणनाशत्वस्य अभावः अपि अस्ति इति यदि साधयामः तदा व्याप्तिज्ञानं भवति, व्याप्तिः अस्ति तयोः मध्ये इति भवति, तदा एव तत्र अनुमिति कर्तुम् अनुमितिज्ञानं प्राप्नुमः. किन्तु साध्यः समानाधिकरणगुणजन्यत्वं खलु, सो यत्र समानाधिकरणगुणजन्यत्वं नास्ति हा इति तत्र सत्यं तत्र आश्रयनाशाजन्यगुणनाशत्वम् अपि नास्ति इति साधयितुं इति साधनीयम् इति साधनीयं तदा एव व्याप्तिः साधितः भवति साधिता भवति तदा एव व्याप्तिज्ञानं भवति तस्य आधारेण वयम् अग्रे अनुमिति ज्ञानम् अस् तत्र प्राप्तुं शक्नुमः पक्षधर्मताज्ञानम् अपेक्षितं व्याप्तिज्ञानमपि अपेक्षितम् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति रूपं कार्यं न करोति अतः यत्र यत्र साध्यस्य अभावः तत्र हेत्वाभावः इति व्याप्तिज्ञानस्य रूपं स्वीकृत्य तत् सत्यम् इति यदि प्रदर्शयामः तदा यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तदपि सत्यम् इति भवति किन्तु डिरेक्ट्लि यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न स्थापयामः यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति रूपं स्वीकृत्य स्थापयामः एतत् सत्यम् इति स्थापयामः अस्तु अस्तु तर्हि समीचीनमस्ति तत्र व्यतिरेकव्याप्तिः इत्येव तत्र किञ्चित् भ्रमजनकः किन्तु बहु किमपि नास्ति एकवारं द्विवारं यदि पश्यामः समीचीनं भवति अस्तु तर्हि अत्रैव विरमामः धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः तर्हि नमस्कारः नमस्कारः धन्यवादः महोदय नमस्कारः धन्यवादः